गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। हरिः ओं श्रीगुरुभ्यो नमः। हरिः ओं सर्वेभ्यो नमस्कारः। न्यायवर्गे सर्वेषां सुस्वागतम्। सोपाधिककथनम् इत्यत्र स्मः। तत्र प्रथमम् आश्रयासिद्ध असिद्धः इति चतुर्थः भेदः हेत्वाभासस्य। तस्यैव असिद्धस्य त्रिविधभेदाः सन्ति। असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धः व्याप्यत्वासिद्धः च इति। तत्र आश्रयासिद्धः अपि च स्वरूपासिद्धयोः लक्षणं न दत्तम्। आश्रयासिद्धः यथा गगनारविन्दं सुरभिः अरविन्दत्वात् सरोज अरविन्दवत् इत्यत्र। तर्हि आश्रयासिद्धः इत्युक्ते आश्रयस्य असिद्धिः। कस्य आश्रयस्य इति चेत् साध्यस्य आश्रयस्य असिद्धिः इत्युक्ते पक्षस्य असिद्धिः। गगनारविन्दम् इति पक्षः एव नास्ति इति कृत्वा अत्र हेत्वाभासः भवति। किन्तु हेत्वाभासत्वं हेतौ कल्पनीयम्। यद्यपि पक्षः असिद्धः अस्ति, अप्रसिद्धः अस्ति, तथापि हेत्वाभासस्थले सर्वदा हेतौ एव आभासः कल्पनीयः, दोषः कल्पनीयः इति कृत्वा तत्र किञ्चित् चिन्तनीयम् इति आसीत्। तदनन्तरं स्वरूपासिद्धः इत्यत्र यथा शब्दः अनित्यः चाक्षुषत्वात् रूपादिवत् इत्यत्र कः क्लेशः इति चेत् चाक्षुषत्वं शब्दः अनित्यः चाक्षुषत्वात् रूपादिवत् इत्यत्र चाक्षुषत्वम् इति हेतुः शब्दे नास्ति, पक्षधर्मता एव न सिद्ध्यति इति कृत्वा अत्र क्लेशः अस्ति। अत्र चाक्षुषत्वं पक्षे नास्ति, शब्दस्य श्रावणत्वात् इति उक्तम्। तत्र आश्रयासिद्ध्यादिकथनम् इति अधीतं। तत्र तदनन्तरं सोपाधिककथनं, तर्हि उपाधिं स्वीकृत्य अत्र वदेम इति उक्तम्। तत्रैव तृतीयः भेदः अस्ति व्याप्यत्वासिद्धः इति। तत्रैव पाठः अस्माभिः आरब्धः आसीत् गते वर्गे। तत्र सोपाधिकः हेतुः व्याप्यत्वासिद्धः, स उपाधिकः हेतुः व्याप्यत्वासिद्धः इति उक्तम्। तर्हि तत्र उपाधिः इत्युक्ते किम्, उपाधित्वं नाम किम् इति चेत् साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम्। तत्र बहु किमपि अस्माभिः चिन्तितम्, अपि च तस्मिन् विषये यद् मया चिन्तितं तदपि प्रेषितमासीत्। सर्वैः दृष्टं वा इति न जाने, किन्तु तस्मिन् विषये अद्य चर्चयामः। तर्हि साध्यव्यापकत्वम् इत्यत्र विग्रहवाक्यं कथं भवेत् इति चेत् साध्यस्य व्यापकः, साध्यव्यापकः तद्वत्त्वं, साध्य तत्त्वं साध्यव्यापकत्वम् इति। तदनन्तरं साधनस्य अव्यापकत्वं, तत्रैव क्लेशः मया कृतः आसीत्। तत्र साधनस्य अव्यापकत्वम् इत्युक्ते सामान्यतया साधनम् इत्युक्ते हेतुः, साध्यम् इति साध्यम्। अत्र साधनम् इति पदं प्रयुक्तमस्ति, किन्तु हेतुः। तर्हि हेतुसाध्ययोः मध्ये हेतुः व्याप्यः भवेत्, साध्यं व्यापकः भवेत् इति सामान्यं। यत्र यत्र हेतुः तत्र तत्र साध्यं, यत्र यत्र इति अन्वयसहचारः, यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति व्यतिरेकसहचारः अस्माभिः उच्यते। तत्र इदानीम् उपाधि कीदृशी, उपाधिः कीदृशः, उपाधिः इति पुल्लिङ्गपदमस्ति, उपाधिः कीदृशः इति चेत् साध्यस्य व्यापकः अस्ति इत्युक्ते साध्यस्य अपेक्षया अन्यूनवृत्तित्वम् अस्ति उपाधेः, किन्तु साधनस्य अव्यापकः इति उक्तम्। तर्हि अव्यापकः इत्यस्य को वार्तः इति चेत् व्याप्यमपि नास्ति, व्याप्यं निश्चयेन नास्ति, किन्तु अव्यापकः इति एव उक्तम्। अव्यापकः इत्युक्ते व्याप् व्यापकत्वसम्बन्धस्य अभावः इति एव. इत्युक्ते यदि अत्र उत्पीठिकायां घटः अस्ति अपि च लेखनी अस्ति इति चिन्तयतु. इत्युक्ते लेखनी घटयोः मध्ये किमपि सम्बन्धः नास्ति, किन्तु अव्यापकत्वसम्बन्धः कल्पयितुं शक्यते. इत्युक्ते यत्र यत्र तत्र तत्र इति घटलेखन्योः मध्ये किमपि सम्बन्धः नास्ति इति कृत्वा घटः लेखन्याः अव्यापकः इति अवगन्तुं शक्यते. तादृश अवगमनम् अत्र आवश्यकमस्ति. साधनस्य अव्यापकः तादृश अव्यापकत्वम् उपाधौ अस्ति चेत् उपाधौ उपाधित्वं सिद्ध्यति. साधनस्य व्यापकत्वे सति साध्यस्य व्यापकत्वे सति साधनस्य अव्यापकत्वम् उपाधित्वम् इति अस्तु. तर्हि एतत् अधिकृत्य आरम्भतः किञ्चित् पठेम. तर्हि मेहुल् महोदय पठति वा सोपादिकहेतुः व्याप्तित्वासिद्धिः इति आरभ्य. आम् महोदय, श्रूयते खलु अधुना? अस्तु, अत्र पुटसङ्ख्या 274 इति खलु अन्तिमपरिच्छेदः. तत्र स्थूलाक्षरैः अधोभागे लिखितम्. आम् सत्यम्. सोपाधिको हेतुः व्याप्यत्वासिद्धः, साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम्, साध्यसामानाधिकरण अत्यन्ताभाव अप्रतियोगित्वं साध्यव्यापकत्वम्, साधनवनिष्ठ इति अस्ति खलु, साधनवनिष्ठ इत्युक्ते किं? साधनवत् सत्यं, साधनवन्निष्ठा अत्यन्त अभावप्रतियोगित्वं साधन अव्यापकत्वं, यथा पर्वतो धूमवान् वह्निमत्वात् इत्यत्र आर्द्रेन्धनसंयोग उपाधिः, तथा हि यत्र धूमस्तत्र आर्द्रेन्धनसंयोग इति साध्यव्यापकत्वम्, यत्र वह्निः तत्र आर्द्रेन्धनसंयोगो नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावात् इति साधन अव्यापकत्वम्. अस्तु, अत्र सोपाधिकहेतुः कः इत्युक्ते यः व्याप्यत्व असिद्धः अस्ति. न, विपरीतरीत्या व्याप्यत्व असिद्धः हेतुः कः इति चेत् सोपाधिकहेतुः. अस्तु, व्याप्यत्व असिद्धः इति सोपाधिकहेतुः. तर्हि उपाधित्वम् इत्युक्ते साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इत्युक्ते साध्यस्य व्यापकत्वम् साध्यस्य व्यापकत्वम् इति उपाधेः अस्ति, परन्तु साध्यस्य व्यापकत्वं नाम किम् इत्युक्ते साध्यं यदस्ति तत् व्याप्तं भवति, परन्तु उपाधिः व्यापकं भवति इति. व्यापकत्वं नाम किम्? व्यापकत्वं न स्मरामि अधुना. अन्यूनवृत्तित्वं. अन्यूनवृत्तित्वं, परन्तु वस्तुतः तस्य अर्थः कः इति. अन्यूनवृत्तित्वम् इत्युक्ते यत्र यत्र व्याप्यमस्ति तस्य अपेक्षया अन्यूनवृत्तित्वं तस्मिन्नेव अधिकरणे साध्यस्यापि भवेत्. यत्र यत्र साध्यमस्ति, यत्र यत्र हेतुः अस्ति, यत्र यत्र व्याप्यः अस्ति, यत्र यत्र व्याप्यः अस्ति, यत्र यत्र व्याप्यः, तत्र तत्र व्यापकः. सत्यं, यत्र व्याप्यः अस्ति तत्र इत्युक्ते इतोपि किञ्चित् अधिकम् इति नास्ति इत्युक्ते यत्र यत्र दशशतस्थलेषु व्याप्यः अस्ति चेत् तस्य अपेक्षया न्यूनातिन्यूनं शतस्थले ओ अस्तु अस्तु इति चेत् व्यापकः इति अवगन्तुं शक्यते तस्य अधिकम् इति न आवश्यकम् न्यूनतया दशाधिक यत्र यत्र व्याप्यमस्ति तत्र तत्र तु व्यापकः भवेत् न्यूनातिन्यूनं तत्र भवेत् इत्युक्ते अधिकस्थले भवति चेदपि व्यापकः एव सत्यं परन्तु न्यूनातिन्यूनं तत्र तु भवेत् एव यत्र व्याप्यमस्ति विंशतिः पर्वताः सन्ति इति चिन्तयन्तु विंशतिः पर्वताः सन्ति तेषु पर्वतेषु दश पर्वतेषु अग्निः अस्ति पञ्चपर्वतेषु धूमः अस्ति इति चेत् तत्र पञ्चपर्वतेषु यत्र धूमः अस्ति तेषु पञ्चस्थलेषु अग्निः अस्ति चेत् पर्याप्तं व्यापकत्वार्थं दश अस्ति चेत् समीचीनं किन्तु न्यूनातिन्यूनं तत्र पञ्च भवेत् अपि च तस्मिन्नेव पर्वते इत्युक्ते पञ्चपर्वतेषु धूमः अस्ति तत्र एव पञ्चपर्वतेषु अग्निः अस्ति चेत् इति चेत् इति नास्ति यत्र यत्र धूमः अस्ति अन्यूनवृत्तित्वं व्यापकत्वं अतिरिक्तवृत्तित्वं व्याप्यत्वं वृत्तित्वं अतिरिक्तवृत्तित्वं व्याप्यत्वं सत्यं इत्युक्ते समानवृत्तित्वम् अस्ति चेदपि एकः व्याप्यः भवितुमर्हति अन्यः व्यापकः भवितुमर्हति सत्यम् अत्र वह्निः अपि च धूमः एकस्मिन् एव पर्वते अस्ति परन्तु वह्निः तु व्यापकः अस्ति धूमः तु व्याप्यः एव अस्ति सत्यम् इति कृत्वा सत्यम् अस्तु तदनन्तरं साधनव्यापकत्वं साधन अव्यापक अत्र किं लिखितमस्ति तद् उपयुज्य वदतु महोदय साध्यव्यापकत्वं नाम किं यत् यद् मया उक्तं तत् तु एतावत्पर्यन्तम् यदस्माभिः अधीतं तद् अधिकृत्य मया उक्तं किन्तु अत्र किं लिखितमस्ति साध्यसामानाधिकरण्य साध्यसामानाधिकरण्य अत्यन्त अभाव अप्रतियोगित्वम् इति एव साध्यव्यापकत्वम् अस्तु तर्हि साध्यव्यापकत्वम् इत्युक्ते साध्यस्य यः अधिकरणम् अस्ति तदेव अधिकरणे हेतुः भवेत् अत्र हेतुः अस्ति चेत् साध्यसामानाधिकरण्यं भवति साध्यसामानाधिकरण अत्यन्त अभाव अप्रतियोगित्वं हेतौ अस्ति तदा एव तस्मिन् अत्र हेतुविषये चिन्तनं नास्ति उपाधिविषये चिन्तनं इत्युक्ते अत्र सोपाधिकहेतुः इति विषये चिन्तनं तर्हि उपाधेः महोदय क्रमेण चिन्तयतु व्याप्यत्वासिद्धः इति हेतुधर्मः अस्ति तादृशहेतुः कः इति चेत् सोपाधिकहेतुः व्याप्यत्वासिद्धः हेतुः इति जातं तर्हि इदानीं सोपाधिकः इत्यत्र उपाधिना सह इति उक्तं खलु तर्हि उपाधिः इत्युक्ते किम् इति चेत् साध्यव्यापकत्वे सति साधन अव्यापकत्वं तर्हि इदानीं साध्य इदानीं तत्र साध्यव्यापकत्वे सति साधन अव्यापकत्वं कुत्र भवेत् उपाधेः भवेत् उपाधौ भवेत् खलु उपाधौ सत्यं तर्हि इदानीं साध्यव्यापकत्वं नाम किम् तदेव अत्र लिखितमस्ति साध्यसामानाधिकरण्य अत्यन्तभाव अप्रतियोगित्वं तर्हि तद् इदानीं तस्य विग्रहवाक्यं वदतु समस्तपदस्य विग्रहवाक्यं साध्यसामानाधिकरण इत्युक्ते साध्यस्य समानाधिकरणम् इति षष्ठी तत्पुरुषः तत्र साध्यस्य साध्यनिष्ठ इति अपि वक्तुं शक्यते यद्यपि सत्यं साध्यनिष्ठ समानाधिकरण साध्यस्य अपेक्षया समान अधिकरणं तदनन्तरं करणम् करण अत्यन्ताभाव साध्यसामानाधिकरण करणस्य अत्यन्तसामानादि नास्ति समानाधि समान अधिकरण समान अधिकरणस्य अत्यन्ताभावः इति न न तर्हि तत्र किमस्ति समानाधिकरण अत्यन्ताभाव इत्यनयोः मध्ये अत्र उदाहरणमस्ति खलु यथा पर्वतः धूमवान् अन्निमत्वात् अस्तु पर्वतः इति पक्षः धूमवान् इति साध्यं धूमवान् इति साध्यं धूमः इति साध्यं धूमः इति साध्यं वह्निः इति हेतुः वह्निः इति हेतुः उपाधिः कः आर्द्रेन्धनसंयोगः इति सत्यं तर्हि इदानीं स्थापयतु साध्यं साध्यसमानाधिकरण्य अत्यन्त अभाव अप्रतियोगित्वं हा तर्हि साध्यमिति धूमः अतः धूमस्य सामानाधिकरण अथवा धूमनिष्ठ समानाधिकरणम् इति पर्वतः अत्र धूमस्य अधिकरणम् इति वदतु पर्वतः पर्वतः पर्वतस्य अत्यन्ताभाव न पर्वतस्य अत्यन्ताभाव इति न वक्तव्यम् समानाधिकरण अत्र समानाधिकरणश्च अत्यन्ताभावः च इति साध्यस्य अत्र समान इति त्यजतु इदानीं साध्यस्य अधिकरणं धूमस्य अधिकरणं किं पर्वतः हा तर्हि तत्र पर्वते तस्मिन् पर्वते बहवः अत्यन्ताभावाः सन्ति सत्यं सत्यं घटाभावः अस्ति पटाभावः अस्ति इति बहवः अत्यन्त अभावः यत् साध्यस्य अधिकरणमस्ति तस्मिन्नेव अधिकरणे समान अधिकरणे अत्यन्त अभावाः सन्ति तेषाम् अत्यन्त अभावानां प्रतियोगी अप्रतियोगित्वम् इत्युक्ते साध्यस्य अधिकरणं पर्वतः पर्वते घटाभावः घट अत्यन्त अभावः अस्ति इति चिन्तयतु घटः नास्ति तर्हि घट अत्यन्त अभावस्य प्रतियोगित्वं कुत्र अस्ति घटे घटे अस्ति पट अत्यन्त अभाव प्रतियोगित्वं कुत्र अस्ति पटे अस्ति पटे अस्ति किन्तु तादृश अत्यन्त अभावाः ये सन्ति तेषाम् अप्रतियोगित्वं कुत्र भवेत् अप्रतियोगित्वं प्रतियोगित्वं कुत्र न भवेत् सर्वत्र घटं विहाय अथवा न न साध्यस्य धूमस्य अधिकरणं पर्वतः पर्वते बहवः अत्यन्त अभावाः सन्ति प्रत्येकम् अत्यन्त अभावस्य तत्तत् प्रतियोगिनः भवन्ति खलु घट अभावस्य घट अत्यन्त अभावस्य प्रतियोगी घटः पट अत्यन्त अभावस्य प्रतियोगी पटः किन्तु तत्र बहवः अत्यन्त अभावाः विद्यन्ते तत्र इत्युक्ते पर्वते तेषाम् अप्रतियोगित्वम् इत्युक्ते प्रतियोगी किं न भवेत् साध्यं न भवेत् खलु न साध्यस्य अधिकरणमिति उक्तं खलु तर्हि साध्यम् अस्ति इदानीं पर्वते धूमः पर्वते अस्ति धूमः पर्वते अस्ति चेत् निश्चयेन धूमे अप्रतियोगित्वं भवत्येव अत्यन्त अभाव अप्रतियोगित्वं भवत्येव इत्युक्ते साध्यस्य विषयेण चिन्तनीयम् इदानीं कस्य लक्षणस्य विषये अस्माकं चिन्तनं प्रवर्तमानम् उपाधेः उपाधौत्वं कुत्र भवेत् उपाधौ अप्रतियोगितं भवेत् सत्यं उदाहरणे उपाधिः कः अत्र आर्द्रेन्धनसंयोग इत्यस्मिन् साध्यसमानाधिकरण इत्युक्ते धूम धूमनिष्ठ अधिकरण अत्यन्ताभाव अप्रतियोगित्वं भवेत् आर्द्रेन्द्रनसंयोगे आर्द्रेन्द्रनसंयोगे भवेत् आर्द्रेन्द्रनसंयोगे भवेत् सत्यं तदेव साध्यव्यापकत्वम् इति भवति साध्यव्यापकत्वम् इत्युक्ते यदस्माभिः पूर्वमुक्तं साध्यव्यापकत्वं नाम किम् अत्र अन्यूनवृत्तित्वं भवेत् साध्यस्य अपेक्षया उपाधेः अन्यूनवृत्तित्वम् उपाधौ अन्यूनवृत्तित्वं भवेत् इति उक्तं सामान्यरीत्या किन्तु अत्र भिन्नरीत्या चिन्तितं साध्यसामानादिकरण्य अत्यन्त अभाव अप्रतियोगित्वम् धूमस्य अधिकरणं यत् पर्वतः अस्ति तेषु विद्यमान अत्यन्त अभावाः बहवः सन्ति तेषाम् अत्यन्त अभावानां प्रतियोगिनः बहवः भवन्ति किन्तु किं न भवेत् उपाधिः न भवेत् इत्युक्ते धूमे पर्वते आर्द्रेन्दनसंयोगस्य अभावः अत्यन्त अभावः भवेद्वा न भवेद्वा अत्र अत्यन्ताभावस्य अप्रतियोगित्वम् उपाधौ भवेत् तर्हि अप्रतियोगित्वम् अस्ति चेत् प्रतियोगित्वं नास्ति प्रतियोगी नास्ति इत्युक्ते अभावः नास्ति इत्युक्ते भावः अस्ति तर्हि आर्द्रेन्द्रनसंयोगः भवेत् हा तावदेव उक्तं भवति अत्र तावदेव उक्तम् हा परन्तु विपरीतरीत्या गन्तव्यं तेन एव अप्रतियोगि यद् अस्माभिः पूर्वम् उक्तम् अन्यूनवृत्ति वृत्तित्वम् इति तदेव उक्तम् इत्युक्ते साध्यस्य अधिकरणं धूमस्य अधिकरणं यत् पर्वतः अस्ति यः पर्वतः अस्ति तस्मिन् पर्वते उपाधिः भवेत् किं न भवेत् इति चेत् अत्यन्त तस्य अत्यन्त अभावः न भवेत् तत् कथम् उक्तम् अत्यन्त अभावस्य अप्रतियोगित्वं भवेत् इति उक्तम् किमर्थम् एतादृशजटिल कुर्मः इति सरलरीत्यापि वक्तुं शक्नुमः न तत्र एकपदीकरणे क्लेशः भवति अत्र पश्यतु साध्यसामानादिकरणे अत्यन्त अभाव अप्रतियोगित्वम् इति एकपदेन उक्तं खलु सत्यम् एकपदेन उक्तम् इति कृत्वा तत्र धर्मः कः धर्मः घटत्वम् इति धर्मः सर्वेषु घटेषु भवेत् इति धर्मः एकपदेन वक्तव्यम् इति कृत्वा एतादृशमेव वक्तुं शक्यते नो चेत् वाक्यरूपेण वक्तुं शक्यते साध्यस्य अपेक्षया अन्यूनवृत्तित्वम् उपाधौ भवेत् इति इत्युक्ते यत्र साध्यमस्ति तत्र उपाधिः भवेदेव यत्र यत्र साध्यं तत्र तत्र उपाधिः इति एव उक्तम् अत्र वस्तुतः तदेव उक्तं तत्र न्यूनता न्यूना यत्र यत्र साध्यमस्ति तत्र उपाधिः भवेत् अन्यत्र यदा भवति चेत् अपि व्यापकं भवति परन्तु न्यूनतया तत्र एव भवति चेत् अपि व्यापकं भवति उपाधि सत्यम् इति तावदेव उक्तं महोदय महोदय अत्र एक शङ्का यदि साध्यसाम इट्स् अ वेरि बेसिक् डौट् साध्यसामानाधिकरण अत्यन्त अभाव अप्रतियोगित्वम् इति लक्षणं वदामः समानाधिकरण इति न उक्तं समानादि तदेव मया सो इफ् यु से दिस् इस् द डेफिनेशन् आफ् साध्यव्यापकत्वं विच् इस् बीङ्ग् फिटेड् आन् टु दि बीङ्ग् फिटेड् आन् टु दि उपाधि देन् अत्र एवं क्लेशः भवति किल महोदय तत् हेतौ अपि निर्दिष्टुं शक्यते दट् कुड् रेफर् टु द हेतु आल्सो वै इस् बीङ्ग् रेफर् टु ओन्लि द उपाधि न न अत्र उपाधेः लक्षणं दत्तं खलु दट् इस् नाट् अ प्रिसैस् थिङ्ग् इस् वाट् मै प्राब्लम् इस् इट् कुड् बि यूस् टु रेफर् टु द हेतु आल्सो नो वै इस् बीङ्ग् यूस् टु रेफर् टु ओन्लि द अतः अस्तु अतः यदि साध्यव्यापकत्वं प्रथमं वदतु साध्यव्यापकत्वं हेतौ अस्ति वा साध्यव्यापकत्वं वस्तुतः हेतौ भवेत् किल महोदय नास्ति खलु नास्ति किल महोदय साध्यव्याप्यत्वमेव भवेत् साध्यव्यापकत्वम् इत्युक्ते भवती विग्रहवाक्यं वदतु साध्यव्यापकत्वं नाम किम् साध्यस्य व्यापकः साध्यव्यापकः तस्य धर्मः साध्यस्य व्यापकः हेतुः भवति वा हेतोः व्यापकः एव साध्यं भवति खलु इत्युक्ते साध्यम् इत्युक्ते वह्निः इति व्यापकः भवेत् धूमः इति पर्वतः वह्निमान् धूमात् इति उदाहरणे धूमः एव हेतुः अस्ति तदेव व्याप्यं भवेत् वह्निः एव व्यापकम् अस्ति साध्यमेव व्यापकं भवेत् अतः एव इत्युक्ते साध्यव्यापक साध्यव्यापकः इत्यत्र साध्यस्य व्यापकः इति वदति चेत् षष्ठी तत्पुरुषसमासः क्रियते चेत् तत्र हेतौ न आगच्छति किमर्थमित्युक्ते साध्यमेव व्यापकः सर्वदा हेत्वपेक्षया हेतुः व्याप्यः भवति किन्तु साध्येन व्यापकः यः सः इति बहुव्रीहि वदति चेत् साध्यं व्यापकः इत्युक्ते कः हेतुः विग्रहवाक्यं किम् साध्येन यद् व्यापकं भवति यद् व्याप्तं भवति साध्येन साध्येन साध्यनिष्ठव्यापकत्वम् इत्युक्ते तत्र व्यापकीभूतः इति पदं पठितं खलु भवतु अत्र अस्मिन् विषये न चिन्तयेम किन्तु साध्यव्यापकत्वं हेतौ यदा कदापि नास्ति समीचीनं तर्हि भवती एव अग्रिमं भवती एव वदतु इदानीं साध्यवन्निष्ठ अत्यन्त अभावप्रतियोगित्व प्रतियोगित्वं साध्यं साधन अव्यापकत्वम् साधनवत् निष्ठ अत्यन्त अभाव अप्रतियोगित्वं साधन अव्यापकत्वम् अत्र साधन इति पदेन हेतुः इति स्वीकुर्मः अत्र अत्र साधनः वह्निः अस्ति अत्र भवति साधनवत् निष्ठ अत्यन्त अभाव अप्रतियोगित्वम् इत्युक्ते प्रतियोगित्वम् निष्ठ अत्यन्त अभाव प्रतियोगित्वं हा सोरि महोदय प्रतियोगित्वं सो अत्र साधनस्य अधिकरणं वह्नेः अधिकरणं अन्य अधिकरणं स्वीकरणीयं वा महोदय यदा पर्वते पर्वतमेव स्वीकरोतु साधनम् इति आयोगोलकः साधनवत् साधनः आयोगोलकः इति नो चेत् पर्वतः अस्तु वदतु साधनवत् इति पर्वतः इति स्वीकरोतु तदनन्तरं हा तत् तत् अधिकरणे निष्ठ अत्र अत्र अत्यन्तभावः घटपटादिषु भवति भवितुमर्हति तस्य प्रतियोगित्वं घटे वा पटे वा एव अस्ति परन्तु तत् न अत्र अत्यन्त अभावः साधनवत् निष्ठ अत्यन्त अभावप्रतियोगित्वं कुत्र भवेत् उपाधिं भवेत् उपाधौ उपाधौ भवेत् सोरि खलु तर्हि अत्र उपाधिः का आर्द्रियन्द्रसंयोगः हा तर्हि साधनवत् निष्ठ अत्यन्त अभावप्रतियोगित्वम् आर्द्रेन्द्रसंयोगे भवेत् तर्हि साधनम् इत्यनेन वह्निः वह्निवत् वह्निमत् इति पर्वतः पर्वतनिष्ठ पर्वते बहवः अत्यन्त अभावाः भवन्ति तेषु इदानीम् उपाधिः अपि उपाधेः अत्यन्त अभावः अपि भवेद् वा न वा न भवेत् सो वि काण्ट् टेक् द अधिकरणं टु बि पर्वत चिन्तयित्वा वदतु अत्र साधन साधनवत् निष्ठ अत्यन्त अभावप्रतियोगित्वम् आर्द्रेन्द्रसंयोगे भवेत् इति चेत् इदानीम् आर्द्रेन्द्रसंयोगः पर्वते भवेद् वा न वा भवति चेत् प्रतियोगित्वं भवति वा आर्द्रेन्द्रसंयोगे हा न भवेत् खलु परन्तु अत्र ओके न भवेत् खलु तर्हि इदानीं किं जातं पर्वतः अस्ति पर्वते धूमः अस्ति आर्द्रेन्द्रसंयोगः अपि अस्ति किन्तु यत्र वह्निः अस्ति तत्र आर्द्रेन्द्रसंयोगः नास्ति इति जातं तर्हि अत्र अयोगोलकं स्वीकर्तव्यमस्ति साधनवत् निष्ठ अत्यन्ताभाव प्रतियोगित्वम् इति वक्तुम् अत्र वत् इत्यनेन अयोगोलकः स्वीकर्तव्यः अस्ति तर्हि साधनम् इति वह्निः साधनमत् इति अयोगोलकम् अयोगोलकनिष्ठ अत्यन्त अभावप्रतियोगित्वम् इत्युक्ते आर्द्रेन्द्रसंयोगे अयोगोलके आर्द्रेन्द्रसंयोगः नास्ति खलु नास्ति इति कृत्वा इत्युक्ते अयोगोलके आर्द्रेन्द्रसंयोगस्य अत्यन्त अभावः अस्ति इति कृत्वा तादृश अत्यन्त अभावस्य प्रतियोगित्वम् आर्द्रेन्दने अस्ति इति कृत्वा तदेव साधन अव्यापकत्वम् इति उक्तं तर्हि साधन अव्यापकत्वं नाम किम् इति चेत् एतदेव साधननिष्ठ साधनवन्निष्ठ अत्यन्त अभावप्रतियोगित्वम् एव साधन अव्यापकत्वम् तर्हि अयोगोलके वह्निः अस्ति किन्तु आर्द्रेन्द्रसंयोगः नास्ति पर्वते धूमः अस्ति किन्तु तत्र आर्द्रेन्द्रसंयोगः अपि अस्ति तर्हि इदानीम् आर्द्रेन्द्रसंयोगम् इति उपाधिं स्वीकृत्य अत्र हेत्वाभासः कल्पयितुं शक्यते तदेव व्याप्यत्वासिद्धिः स व्याप्यत्वासिद्धः इति जातम् इत्युक्ते यत्र यत्र धूमः अस्ति तत्र तत्र आर्द्रेन्द्रसंयोगः अस्ति किन्तु यत्र यत्र वह्निः अस्ति तत्र तत्र आर्द्रेन्द्रसंयोगः नास्ति यदि तादृशमस्ति तर्हि धूमः अपि च वह्निः अनयोः मध्ये कश्चन सम्बन्धः कल्पयितुं शक्यते वास्तविकं तदेव अत्र सिनारियो चतुष्टयं मया अत्र ग्रूप् मध्ये प्रेषितमासीत् यत्र यत्र यत्र धूमः अस्ति यत्र यत्र हेतुः अत्र भिन्नरीत्या अहं वदामि यदि ए इति हेतुः इति स्वीकुर्मः बी इति उपाधिः इति स्वीकुर्मः सी इति साध्यम् इति स्वीकुर्मः इदानीम् अस्माभिः किं निरूपणीयं हेतुम् ए स्वीकृत्य सी निरूपणीयं किन्तु ए अपि च सी अनयोः मध्ये किमपि डैरेक्ट् सम्बन्धः नास्ति चेत् तर्हि किं कर्तव्यम् यत्र यत्र ए तत्र तत्र बी इति उक्त्वा यत्र यत्र बी तत्र तत्र सी इति स्थितिः अस्ति चेत् तदा अतः यत्र यत्र ए तत्र तत्र सी इति अस्माभिः कल्पयितुं शक्यते यदि बी मध्ये अस्ति ए पञ्चसु स्थलेषु अस्ति इति चिन्तयतु बी तेषु पञ्चसु स्थलेषु निश्चयेन अस्ति तस्मादुपरि दशस्थलेषु अस्ति इति चिन्तयतु तदनन्तरं सि विंशतिः स्थले अस्ति इति चिन्तयतु किन्तु दशस्थलेषु यत्र बि अस्ति तत्र सर्वत्र सि अपि अस्ति इति चिन्तयति चेत् तदा अस्माभिः किं वक्तुं शक्यते ए इति व्याप्यः सि इति व्यापकः ए इति हेतुः सि इति साध्यम् ए अस्ति चेत् सि निश्चयेन भवेत् इति वक्तुं शक्यते तदा एव वक्तुं शक्यते इदानीं द्वितीयसिनारियो यत्र यत्र ए तत्र तत्र बि इति स्वीकरोतु तर्हि पञ्चसु स्थलेषु ए अस्ति विंशतिः स्थलेषु सि अस्ति इति चिन्तयतु क्षम्यतां बि अस्ति इति चिन्तयतु तेषु विंशतिः स्थलेषु तत्र पञ्चस्थलेषु यत्र ए अस्ति तेषु एव स्थलेषु बि अपि अस्ति इति चिन्तयतु तर्हि इदानीं बि विंशतिः स्थलेषु अस्ति ए पञ्चस्थलेषु अस्ति इदानीं सि इति स्वीकुर्मः. यत्र यत्र सि अस्ति तत्र तत्र बि इति चिन्तनं विपरीतरीत्या. इदानीं सि दशसु स्थलेषु अस्ति इति चिन्तयतु, बि विंशतिः स्थलेषु अस्ति. अपि च यत्र यत्र सि अस्ति तत्र तत्र एव बि अपि अस्ति, दशसु स्थलेषु अपि बि अस्ति इति चिन्तयतु. किन्तु किन्तु इदानीं यत्र ए अस्ति तत्र सि नास्ति, अपि च यत्र सि अस्ति तत्र ए नास्ति. किन्तु यत्र ए अस्ति तत्र बि अस्ति, यत्र सि अस्ति तत्र बि अस्ति इति स्थितिः अस्ति चेत्, इदानीं सि उपाधित्वेन स्वीकृत्य अत्र ए अपि च सि बि उपाधित्वेन स्वीकृत्य ए अपि च सि अनयोः मध्ये सम्बन्धः न कल्पयितुं शक्यते इति द्वितीयं सिनारियो. तर्हि इदानीं तृतीयमस्ति, इत्युक्ते ये दशसु स्थलेषु अस्ति यत्र, किन्तु बि तत्र पञ्च किं वक्तव्यम् अस्तु, इत्युक्ते तत्र बहवः पर्मुटेशन्स् काम्बिनेशन्स् भवन्ति. तर्हि कदा बि उपाधित्वेन कार्यं करोति, हेतोः कार्यं करोति, हेतुना साध्यं साधयितुं शक्यते, तादृशस्थितिः यदा भवति इति चेत् प्रथमसिनारियो यद् मया उक्तम्, ए पञ्चसु स्थलेषु अस्ति, बि दशसु स्थलेषु अस्ति, अपि च तेषु एव पञ्चसु स्थलेषु अपि अस्ति, अपि च सि इदानीं विंशतिस्थलेषु अस्ति, दशसु स्थलेषु अपि अस्ति चेत्, इदानीम् अत्र यद्यपि डैरेक्ट् सम्बन्धः ए अपि च सि अनयोः मध्ये डैरेक्ट् सम्बन्धः नास्ति, तथापि बि स्वीकृत्य अत्र सम्बन्धः कल्पयितुं शक्यते. किन्तु इदानीं चतुर्थ सिनारियो अत्र उक्तम्, यत्र यत्र ए अस्ति तत्र तत्र बि अस्ति, पञ्चसु स्थलेषु ए अस्ति, दशसु स्थलेषु बि अस्ति, पञ्चसु स्थलेषु अपि यत्र यत्र ए अस्ति तत्र सर्वत्र बि अस्ति इति चिन्तयतु. इदानीं यत्र सि अस्ति तत्र बि एकस्मिन् स्थले बि नास्ति चेत्, बि नास्ति चेत् तर्हि बि सि इत्यस्य अपेक्षया अव्यापकः भवति, अव्यापकत्वं बि इत्यत्र आगतं यथा अयोगोळके. यत्र यत्र धूमः अस्ति तत्र सर्वत्र आर्द्रेन्द्रसंयोगः अस्ति, तर्हि इति कृत्वा आर्द्रेन्द्रसंयोगः धूमस्य व्यापकः अस्ति, तर्हि साध्यव्यापकत्वम् आर्द्रेन्द्रसंयोगे आगतम्. किन्तु एकः एव स्थलम् अयोगोळकम् इति स्थलं, तस्मिन् स्थले साधनम् इति अत्र प्रकृतसाधनं वह्निः अस्ति, किन्तु आर्द्रेन्द्रसंयोगः नास्ति तत्र इति स्थितिः अस्ति चेत्, एकमपि स्थलं प्रदर्शयितुं शक्यते चेत्, तर्हि किं जातम्? अत्र धूमः इति साध्यं, वह्निः इति साधनम् इति न वक्तुं शक्यते इति अत्र वस्तुस्थितिः अस्ति. वर्षा भगिनी बुद्धं किम्? अस्तु, तर्हि यथा पर्वतः धूमवान् वह्निमत्वात् इत्यत्र आद्येन्द्रसंयोगः उपाधिः, तथा हि यत्र धूमः तत्र आद्येन्द्रसंयोगः इति साध्य व्यापकत्वं, तत्र यत्र वह्निः तत्र आद्येन्द्रसंयोगः नास्ति अयोगोळके, आद्रेन्द्रसंयोग अभाववत् अभावात् इति साधन अव्यापकत्वम्. एवं साध्यव्यापकत्वे सति साधन अव्यापकत्वम् आद्रेन्द्रसंयोगः उपाधिः भवति, सोपाधिकत्वात् वह्निमत्वं व्याप्यत्वासिद्धं, वह्निमत्वम् इति हेतुः व्याप्यत्वासिद्धम् इति. अस्तु, इदानीम् अग्रे पठेम. महोदय, तर्हि अत्र आर्द्रेन्धनसंयोगः इति उपाधिः न भवति खलु? आर्द्रेन्धनसंयोग उपाधिः अस्ति. किमर्थमित्युक्ते साध्यव्यापकत्वम् अस्ति, साधन साधनव्यापकत्वं साधन अव्यापकत्वमपि अस्ति खलु. तर्हि अत्र उपाधिं स्वीकृत्य वयम् ए अपि च अत्र साधन अपि च साध्यम् इत्यनयोः मध्ये सम्बन्धः न कल्पयितुं शक्यते खलु? इति कृत्वा यदि कोऽपि वदति पर्वतः धूमवान् वह्निमत्वात् इति वदति चेत् वह्निमत्वम् इति हेत्वाभासः. ओ अस्तु अस्तु अस्तु अस्तु. अत्र उपाधि यदा आर्द्रेन्द्रसंयोगः इति स्वीकुर्मः चेत् अत्र हेत्वाभासः भवति, तदेव दोषः खलु? तदेव दोषः. उपाधिरूपेण स्वीकुर्मः चेत् अत्र साध्यं न साधयितुं शक्नुमः. यदा कुर्मः चेत् दोषः भवति. सत्यम् इत्युक्ते अत्र उपाधिं स्वीकृत्य हेत्वाभासं कल्पयति तावदेव. अतः एव उपाधेः लक्षणम् एतादृशम्. अत्र पारिभाषिकशब्दः अस्ति उपाधिः इति. इत्युक्ते सामान्य अवगमनं किम् उपाधिशब्दस्य इति चेत्, यः स्वधर्मम् अन्यत्र विद्यमानमिव बोधयति तत् उपाधिः. 274th पद मध्ये तृतीय परिच्छेदः अस्ति किल, तत्र प्रथमवाक्ये स्वधर्मम् अन्यत्र विद्यमानमिव बोधयति इति उपाधिः. अस्माकं सामान्य उदाहरणं भवति जपापुष्पम्. तस्य रक्तवर्णं स्फटिकस्य स्फटिके दृश्यते. स्फटिकं तु नीरूपमस्ति, किन्तु अत्र उपसमीपे स्थित्वा स्वीयं धर्मम् अन्यत्र स्थापयति इति उपाधिः. उपददाति इति उपाधिः. उपसमीपे स्थित्वा उपाधिः इति पदस्य विग्रह वृत्तिः. उप इत्युक्ते समीपे, उप इति उपसर्गः, तस्मिन् अर्थे समीपार्थे. उपसमीपे स्थित्वा स्वधर्मम् अन्यत्र आददाति इति कृत्वा उपाधिः इति भवति. सामान्यविषयः. तादृश उपाधि आर्द्रेन्द्रसंयोगः नास्ति खलु? सत्यं, तादृश उपाधिः नास्ति अत्र. हा, इति अतः एव पारिभाषिकशब्दः. इत्युक्ते उपाधिः इत्यस्य सामान्य अर्थः कः इति चेत्, स्वधर्मं, यः स्वधर्मम् अन्यत्र विद्यमानमेव बोधयति सः उपाधिः. किन्तु अत्र उपाधिः इति पारिभाषिकशब्दः. उपाधेः लक्षणं किं? साध्यव्यापकत्वे सति साध्य साधन अव्यापकत्वम् उपाधिः. तदेव भ्रमः जातः. अत्र उपाधिः इति पूर्वे यद् दत्तम् अपि च अधुना यत् लक्षणरूपेण दत्तं तस्मिन् भेदः अस्ति, अतः तयोः मध्ये भेदः. सत्यम् इति कृत्वा तत्र उपाधिः इति उक्तं. तर्हि अत्र पारिभाषिकशब्दः अस्ति उपाधिः इति. अत्र इत्युक्ते व्याप्यत्वासिद्धस्थले पारिभाषिकशब्दः अस्ति उपाधिः इति. उपाधिः नाम का? साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति. अस्तु, तर्हि इदानीम् अग्रे पठेम. स्वामीमहोदय पठितुमिच्छति किम्? स्वामीमहोदय, अस्तु, सत्यभौम भगिनी पठति वा? महोदय, कुत्र पठनीयम् इति वदतु. अत्र 275th पेज् मध्ये तस्य प्रथमपरिच्छेदः. संज्ञान्तरमाः. तस्य संज्ञान्तरमाः व्याप्यत्वसिद्धः इति. तत्र स्वाभाधिकत्वज्ञानाय उपाधिलक्षणमाः साध्यव्यापकत्वे सति साधन अव्यापकत्वम् अव्यापकत्वम् उपाधिः इति. उपाधि इत्यस्य लक्षणम् अत्र उक्तमस्ति. साध्यव्यापकत्वे सति साधन अव्यापकत्वं. संज्ञान्तरमाः इत्युक्ते किं महोदय? भिन्नसंज्ञा इति. अन्तरम् इत्युक्ते भिन्न संज्ञान्तरमाः. तस्य इत्युक्ते कस्य? असिद्धहेतुभासस्य. सोपादिकहेतोः नाम अस्ति व्याप्यत्वासिद्धः इति. सोपादिकहेतुः यदस्ति तस्य संज्ञान्तरमः व्याप्यत्वासिद्धः इति. तत्र सोपादिकत्वज्ञानाय, तत्र इत्युक्ते कुत्र? व्याप्यत्वासिद्ध इत्यत्र सिद्धे व्याप्यत्वासिद्धे सोपादिकत्वं ज्ञानाय उपाधिलक्षणमाह. सोपादिकम् इत्युक्ते किम्? उपाधिना सह यदस्ति खलु, उपाधिना सह यदस्ति तदेव सोपादिकम्. अस्तु अग्रे इदानीं पठतु भगिनि. साध्यव्याप्यत्वं साधन अव्यापकत्वं च पठतु. साध्यव्याप्यत्वं व्यापकत्वं व्याप्यत्वम् इति किमर्थं पठति? प्रथमं व्याप्यत्वम् इति अस्ति महोदय. साध्यव्याप्यतादृशमस्ति वा? साधनव्यापकत्वम् इति अस्ति. साध्यव्यापकत्वं साधन अव्यापकत्वम्? आम् ओके. साधन साध्यव्यापकत्वम् इति तदनन्तरं साधन अव्यापकत्वं तादृशमेव अस्ति खलु. तादृशमेव अस्ति. व्याप्यत्वम् इति भवत्या पठितं पुस्तके साध्यव्याप्यत्वम् इति अस्ति, अहं परिष्कारं करोमि. साध्यव्यापकत्वं साधन अव्यापकत्वं च उपाधिधर्मौ इति तौ स्वयं न उपाधिरूपौ. साध्यव्यापकत्वम् इत्यनेन साध्ये व्यापकत्वम् इति भवति वा? न न, साध्यस्य व्यापकत्वं साध्यव्यापकत्वं साध्यस्य व्यापकत्वम् अपि च साध्यस्य व्यापकत्वं साध्यस्य व्यापकत्वम् इति साध्यः एव व्यापकः खलु. इदानीम् इदानीं साध्यव्यापक उपाधेः लक्षणं भगिनी एतत्. ओके. उपाधिः किं भवेत् इति चेत् साध्यस्य व्यापकः भवेत्. अस्मिन् वाक्ये किं लिखितम्? अस्मिन् वाक्ये साध्यस्य व्यापकत्वम् अपि च साधन अव्यापकत्वम् इत्युक्ते साधनस्य व्यापकः नास्ति इति सत्यं. सः उपाधेः धर्मः इति तौ स्वयं न उपाधिरूपौ इत्यस्य अर्थः कः? तदेव अस्मिन् वाक्ये लिखितम् इति. साध्यस्य व्यापकः अपि च साधनस्य अव्यापकः सः स्वयं न उपाधिरूपौ इति न वक्तव्यम्. साध्यव्यापकत्वम् इति धर्मः, साधन अव्यापकत्वम् इति धर्मः. धर्मद्वयमपि धर्मिणी उपाधौ भवेत् इति कृत्वा धर्मः कुत्र भवति? धर्मिणी भवति खलु. इत्युक्ते अत्र साध्यव्यापकत्वं साधन अव्यापकत्वम् इति उभयमपि धर्मौ इति कृत्वा तादृशधर्मौ यत्र स्तः तदेव उपाधिः. तस्मिन् अधिकरणे एव तद् आगच्छति इति. तयोः अधिकरणमेव उपाधिः इति उक्तम्. अस्तु अग्रे. अत्र अधः अत्रत्य उपाधिपदं तद्धर्मपरं तदेव इदानीम् उक्तं. तद्धर्मपरम् इत्युक्ते यस्मिन् अधिकरणे साध्यव्यापकत्वम् अपि च साधन अव्यापकत्वं द्रष्टुं शक्यते तस्य धर्मः इति, तस्य पदार्थस्य. तथा च साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम् इति अर्थः. तद्विधं यथावता वदतु साध्यव्यापकत्वगच्छति इति मम चिन्तनं वदतु. अहं वदामि महोदय, इदानीं वह्नि साध्यम् इति अस्माकं धूमः साध्यम्. एकनिमिषं, साध्यव्यापकत्वे सति तत्सर्वं न वक्तव्यं भगिनि. अत्र अस्मिन् परिच्छेदे किमस्ति इति तावदेव वक्तव्यम्. अस्मिन् परिच्छेदे किम् उक्तम्? साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति उपाधेः लक्षणम् इति उक्तमस्ति. साध्यस्य व्यापकः साध्यव्यापकः तत् कुत्र अस्ति? किमर्थं विग्रहवाक्ये तत्सर्वं चिन्तितं खलु? पुनः पुनः तत् चिन्तयति चेत् क्लेशः भवति. तत् सर्वं चिन्तितम्, अस्मिन् परिच्छेदे किमुक्तं तावदेव वदतु. उपाधि कीदृशः इति तस्य लक्षणमेव उक्तमस्ति. तद् साध्यव्यापकत्वम् अपि च साधन अव्यापकत्वं द्वयमपि उपाध्याम् अस्ति इति उक्तम्. अस्मिन् परिच्छेदे पुनः साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति दलम् अस्ति खलु उपाधिः दर्शनस्य? सत्यम्, अस्मिन् परिच्छेदे पुनः पुनः तदेव पृच्छन्नस्मि भगिनि. साध्यव्याप्यत्वम् इदानीं वाक्यत्रयं भवती पठितवती खलु, तत्र किमुक्तम् इति वदतु. उपाधिः धर्मः कः इति नास्ति. न बुद्धम्. उपाधिः अर्थः कः इति वा? उपाधेः लक्षणम् इति चिन्तितवती. साध्यव्यापकत्वं साधनव्यापकत्वं च उपाधिधर्मौ इति तौ स्वयं न उपाधिरूपौ. इत्युक्ते उपाधिः इत्युक्ते किम् इति चेत् साध्यव्यापकत्वम् इति न वक्तव्यम्. साध्यव्यापकत्वं यत्र अस्ति तद् उपाधिः, अपि च साधनव्यापकत्वं यत्र अस्ति तदेव उपाधिः, न तु साध्यव्यापकत्वम् अपि च साधनव्यापकत्वम् इति धर्मद्वयम् उपाधिः नास्ति इति उक्तं प्रथमवाक्ये. अतः अत्र अत्रत्यम् उपाधिपदं तद्धर्मपरं, तथा च साध्यव्यापकत्वे सति साधनव्यापकत्वम् उपाधित्वम् इति उक्तम्. उपाधित्वं, तर्हि उपाधित्वं नाम किम्? साध्यव्यापकत्वं साध्यव्यापकत्वे सति साधनव्यापकत्वम् उपाधित्वं. तादृश उपाधित्वं यस्मिन् अस्ति सः उपाधिः इति तावदेव अत्र उक्तं. बुध्यते खलु? आं बुध्यते. उपाधित्वम् इति दत्तमस्ति, तस्मिन् अस्ति इति. हा, तर्हि साध्यव्यापकत्वे सति साध्य साधनव्यापकत्व साधन अव्यापकत्वम् उपाधित्वं, साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधिः इति न वक्तव्यम्. तदेव आशयः अत्र. अस्मिन् परिच्छेदे किमुक्तम् इति चेत् अस्तु, तर्हि इदानीम् उपाधेः लक्षणं वदतु. साध्य व्यापकत्वे सति साधन अव्यापकत्वम् इति उपाधित्वं तत् यत्र अस्ति तद् तदेव उपाधिः. तद्वत्त्वम् उपाधिः, तद्वत्त्वम् उपाधित्वम्, उपाधित्ववत्त्वम् उपाधिः, तद्वत्त्वं तदेव इति. नो चेत् साध्यव्यापके सति साधन अव्यापकः उपाधिः इति वक्तुं शक्यते. साध्यव्यापके सति साध्यव्यापकः कः? उपाधिः. सति साधन अव्यापकः अध्यापकः कः? उपाधिः. इति अत्र इति एव वार्ता अस्मिन् परिच्छेदे. अत्र साध्यम् इत्युक्ते किं, साधनम् इत्यस्मिन् विषये चिन्तनमेव नास्ति. अस्माकम् अवधानं कुत्र भवेत् इति चेत् धर्मः उक्तः अस्ति, साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम् इति वक्तव्यं, न तु उपाधिः इति. अस्तु, धन्यवादः भगिनि. अग्रे रमेश महोदय किञ्चित् पठति वा? एतावता. आं महोदय. एतावता ग्रन्थकृतव्यापकत्वस्य परिष्कारः न स्वयं विदः अतः तम् एव तमेव सम्प्रति आह साध्यसमानादिकरणे इति एतावत् ग्रन्थग्रहः व्यापकत्वस्य परिष्कारः न स्वयं दर्शितः. तर्हि व्यापकत्वस्य व्यापकत्वम् इत्युक्ते किम् इति न दत्तमस्ति एतावता. अतः मूलग्रन्थकारेण न दत्तम् इत्युक्ते अन्योनव्यतिरिक्तम् अन्योन्यूनवृत्तित्वम् अनतिरिक्तवृत्तित्वम् इति यत् सर्वम् अस्माभिः अधीतं तत्तु विद्याधरिग्रन्थकारेण दत्तम् इति कृत्वा मूलग्रन्थकारः तर्कसङ्ग्रहकारः इदानीमेव वदति इति सः वदति. अतः तमेव सम्प्रति साध्यसमानाधिकरण इति व्यापकत्वम् अत्र वाक्यमस्ति खलु. साध्यसमानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् तदेव व्यापकत्वम् इति वदति. अस्तु अग्रे पठतु महोदय. उपाधि उपाधिलक्षणघटकं द्वितीयं दलम् आह साधन इति साधनं प्रकृतहेतुः. तर्हि द्वितीयदलं यदस्ति तत् साधनम् अस्ति. तत् साधनम् इत्युक्ते कः हेतुः? द्वितीयदलं किम् एकवारं पठति वा? साधन इति तत्र पूर्णवाक्यं पठतु. साधन इति साधन अव्यापकत्वम् न अत्र मूलग्रन्थे यद्दत्तं साधनवन्निष्ठ अत्यन्ताभाव प्रतियोगित्वं खलु. साधननिष्ठ अत्यन्त साधनवन्निष्ठ साधनवत् निष्ठ साधनवन् निष्ठ अत्यन्त अभाव प्रतियोगित्वम् एव साधनम् न इति अत्र द्वितीय तदेव द्वितीयं दलं साधनवन्निष्ठ अत्यन्त अभावप्रतियोगित्वम् इति द्वितीयं दलम्. अत्र साधनम् इति पदस्य अर्थः कः? हेतुः. प्रकृतहेतुः. प्रकृतहेतुः कः? वन्निमत्वम् इति वा? हा उत्तमं. वन्निमत्वम् इति हेतुः उत्तमम्. अग्रे पठतु. उपाधिनिरूपणाय स्थलम् उदाहरति पर्वतः इति. तदेव पक्षः भवति. पर्वतः धूमवान् वन्नेः इति स्थलम् स्थलम् इत्युक्ते पक्षः नास्ति वा? पर्वतः पर्वतः इति पक्षः. धूमः साध्यं. वह्निः इत्युक्ते अत्र साध्यसमान अधिकरणम् इति उक्तं खलु. अधिकरणम् इति उक्तत्वा स्थलम् इति वदति. स्थलम् अधिकरणम् इत्युक्ते पर्वतः इति पक्षः. पर्वतः इति पक्षः. धूमः साध्यं. वह्निः भवति हेतुः. हेतुः वह्निः अस्ति. अत्र आर्देन्द्र संयोगः उपाधिः. कः अयम् आर्द्रेन्द्रसंयोगः? आर्द्रं जलसंयुक्तं वह्निसंयुक्तं च इन्धनं काष्ठादि तस्य संयोगः भवति प्रकृते उपाधिः. तर्हि उपाधेः यत् यः उपाधिः अस्ति तदेव दत्तमस्ति. आर्द्र अपि इत्युक्ते जलं जलसंयुक्तवह्निसंयुक्तं तदेव अस्मिन् परिच्छेदे उपाधिः अस्ति. आर्द्रम् इत्युक्ते किं? जलसंयुक्तं वह्निसंयुक्तं च इन्धनम् इत्युक्ते यस्मिन् इन्धने काष्ठादिषु अत्र यस्मिन् काष्ठे वह्निः अपि अस्ति जलमपि अस्ति तर्हि तादृशसंयोगः यदस्ति इत्युक्ते जलम् अपि च काष्ठम् अपि च वह्निः इति त्रयाणां द्रव्याणां संयोगः अस्ति तदेव आर्द्रेन्द्रसंयोगम् इति वदामः. बुद्धं खलु? आम् महोदय. इत्युक्ते यदि अत्र काष्ठमस्ति इति चिन्तयतु, यस्मिन् किञ्चित् जलसंयोगः अपि अस्ति इति चिन्तयतु, किन्तु वह्निः नास्ति चेत् तद् आर्द्रेन्दनसंयोगः न भवति. यद्यपि आर्द्रेन्दनम् इत्युक्ते आर्द्रं जलम् अपि च इन्धनम् अनयोः मध्ये संयोगः अस्ति, काष्ठम् अनयोः मध्ये संयोगः अस्ति, तादृशसन्दर्भः आर्द्रेन्दनसंयोगः इति नास्ति. त्रयाणां द्रव्याणां मध्ये संयोगः भवेत्, त्रिषु द्रव्येषु मध्ये संयोगः भवेत्, एकं तु जलं, द्वितीयं तु काष्ठं, तृतीयं तु वह्निः इति मिलित्वा यः संयोगः अस्ति तस्यैव संयोगस्य नाम अस्ति आर्द्रेन्द्रसंयोगः इति. तादृशसंयोगः एव उपाधिः. बुद्धं खलु? अस्तु, तर्हि समयः जातः. अग्रिमे वर्गे इतोपि अग्रे चिन्तयेम. तत्र मेहुल् महोदयेन गन्तव्यम् इति उक्तम् इति कृत्वा अत्र स्थगयेम. अग्रे अग्रिमवर्गेषु इतोपि अग्रे सरेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.